अन्यत्र तस्यारोपार्थः पर्यस्तापः नुतिस्तुसः नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसी मुखम्। अन्यत्र तस्य आरोपार्थः पर्यस्तापः नुतिः सः इति लक्षणम्। यथा प्रस्तुते उदाहरणे चन्द्रं दृष्ट्वा एषः सुधांशुः नास्ति न चन्द्रः एषः, सुधांशुस्तु चन्द्रस्तु प्रेयसि मुखं भवति, एवं तर्हि एषः कथं भवति भवितुमर्हति चन्द्रः इति आक्षेपं ददाति, आक्षेपं प्रस्तौति।